सदासस्वरूपं चिदानन्दकन्दं जगत्संभवस्थानसंहारहेतुं स्वभक्तेच्छयामानुषं दर्शयन्तं नमामीश्वरं सद्गुरुं साईनाथं भवद्वांतविध्वंसमार्तण्डमिड्यं मनोवागतीतं मुनिर्ध्यानगम्यं जगद्व्यापकं निर्मलं निर्गुणत्वां नमामीश्वरं सद्गुरुं साईनाथं भवाम्भोधिमग्नार्दितानां जनानां स्वपादाश्रितानां स्वभक्तिप्रियाणां समुद्धारणार्थं कलौ संभवन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा निम्बरुक्षस्य मूलाधिवासात् सुधाश्राविणं तीर्थमप्यप्रियन्तं तरुं कल्पवृक्षाधिकं साधयन्तं नमामीश्वरं सद्गुरुं साईनाथं सदा कल्पवृक्षस्य तस्याधिमूले भवद्भावबुद्ध्या सपर्यादि सेवां ऋणां कुर्वतां भुक्तिमुक्ति प्रदन्तं नमामीश्वरं सद्गुरुं साईनाथं अनेकाश्रुता तर्कलीला विलासै समाविष्कृतेशान भास्वत्प्रभावं अहं भावहीनं प्रसन्नात्मभावं नमामीश्वरं सद्गुरुं साईनाथं सतां विश्रमाराममेवाभिरामं सदा सज्जनै संस्तुतं सन्नमद्भि जनामोददं भक्तभद्रप्रदन्तं नमामीश्वरं सद्गुरुं साईनाथं अजन्माद्यमेकं परब्रह्मसाक्षात् स्वयं संभवं राममेवावतीर्णं भवद्दर्शनात् सम्पुनीता प्रभोऽहं नमामीश्वरं सद्गुरुं।